वदतु. पठामि पठामि खलु, पठामि खलु. ओके, पठतु. पठामि संस्कृतं खलु. अत्र तु एनाक्षरसमां नायम् एनाक्षर अहं सम्यक् न जानामि भगिनि. ओके, पूर्णिमा भवती वदति. ॐ सहना भवतु, सहनौ भुनक्तु, सवीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. एनाक्षरसमाम्नाय अधिकं न महेश्वरं प्रस्थं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाचकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. धन्यवादः. सुप्रभातम्, आरम्भं कुर्मः. ओके, गतावसरे वयं विभक्तिविषये पठितवन्तः, किञ्चित् पुनरभ्यासं करोमि. हा, ओके. अनिल् कुमार् महोदय, पाणिनि के के विभक्तयः न उक्तवान्? आं महोदय, पाणिनेय द्वितीयविभक्ति, सम्बोधनविभक्ति, चतुर्थीविभक्ति न उपयोगं कृतवान्. न उपयोगं कृतवान्. ओके, अनुसूया भगिनी, किं प्रथमा विभक्ति किं निर्दिशति? अस्ति अनुसूया ना? ओके, भागीरथी. भागीरथी अनसूया नास्ति, भागीरथी नास्ति. ओके, जया. महोदय, प्रथमा विभक्ति किं निर्दिशति? प्रथमा विभक्ति आदेश अथवा नामकरणम्. ओके, आदेशार्थम् अथवा आगमनार्थम् अथवा नामकरणार्थं पाणिनी उपयोगं करोति. कृष्णमूर्ति महोदय, प्रथमा द्वितीया न उपयोगं करोति, तृतीया विभक्ति किमर्थम् उपयोगं करोति? संयोजनं महोदय. संयोजनम् इत्युक्ते किञ्चित् स्पष्टीकरणं कर्तुं शक्नोति? संयोजनार्थं two engines join together. Two engines join together, mahoday. Na shruyate kinchi tuchehi vadati koti bhagini. Krishnamurti mahoday, bhavan kim vadati? Two engines join together, samyojana. अहं सन्तुष्टा न. ओके, पूर्णिमा तृतीया विषये वदतु. तृतीया विभक्ति अस्ति चेत् विभक्तेः पूर्वमपि परमपि कार्यं भवितुं शक्यते. पुनः वदतु. तृतीयाविभक्तेः पूर्वमपि परमपि कार्यं भवितुं शक्यते. कार्यं पूर्वं परं न. प्रिया, किञ्चित् अधिकं स्पष्टीकरणं करोतु. प्रिया, ओ न श्रूयते. प्रिया, आम् आं न श्रूयते वा? इदानीं ठीक् ठीक् ओके. वदतु एकं निमित्तम् उद्दिश्यति यत्र अस्ति तस्य न श्रूयते अहं वदामि वा भगिनि चेक् मै तिष्ठतु तिष्ठतु प्रिया आं श्रूयते वा न श्रूयते वा श्रूयते भवती आरम्भ वक्तुम् आरम्भं करोति तदा तु सम्यक् न भवति अहं मम सेटिङ्ग्स् चेक् वदतु आम् द्वितीया विभक्ति एकं निमित्तं निर्दिश्यति स्थानं यत्र अस्ति द्वितीया विभक्ति स्थानस्य निमित्तं निर्दिश्यति यदा कार्यं पूर्वं वा परं वा द्वितीया विभक्ति भवितुम् अर्हति रूपल् भवती पुनः वदतु रूपल् अस्ति वा न आम् आं महोदय नमो नमः ओके पुनः वदतु तृतीयविभक्तिविषये तत्र तु सर्वदा समस्या एव भवति यस्य वर्णस्य तृतीयविभक्तिः अस्ति तस्य स्थाने निर्दिष्टेन वर्णेन सह पूर्वं वा परं तस्य वर्णस्य स्थाने संयोजनं शक्यते संयुक्तः भवति तत् इति उक्तवान् तस्य किञ्चित् स्पष्टीकरणम् अहम् इच्छामि तत्रापि सम्यक् नास्ति सरस्वती भवती प्रयत्नं करोतु तृतीयाविभक्ति निमित्तं सूचयति यत्र तृतीयाविभक्तिः अस्ति तत्र कार्यं षष्टिविभक्ति स्थानं सूचयति खलु तृतीयाविभक्ति निमित्तं योजनेन स्थाने तृतीयाविभक्तियोजनेन आगम वा लैक् कार्यं भवति कार्यं निमित्तं विषये वदतु निमित्तं स्थानस्य पूर्वम् अथवा परं वा भवितुम् अर्हति एतदेव बहु किम् इम्पार्टेण्ट् पायिण्ट् ओके स्थानं तु वयं जानीमः षष्टिः निर्दिशति परन्तु निमित्तं कुत्र भवति पूर्वं भवति अथवा परं भवति ओके कृष्णमूर्तिमहोदय संयोजनम् एतस्य नाम अस्ति हा ओके मीटिङ्ग् पायिण्ट् अवगतम् ओके अनिल् बहु सरलं प्रश्नं तृतीया तदनन्तरं पञ्चमी न हा पञ्चमी विषये वदतु पञ्चमी यः पञ्चम्याम् अस्ति तस्य परस्य स्थाने तस्य निमित्तमेव कार्यम् पुनः वदतु यः पञ्चम्याम् अस्ति तस्य परस्य स्थाने तस्य निमित्तमेव कार्यम् न न न न कार्यात् पूर्वनिमित्तम् कार्यात् पूर्वं निमित्तम् अस्ति ओके पञ्चमी अस्ति चेत् निमित्तं कार्यस्य स्थानस्य पूर्वं ओके अनुसूया भगिनी ओके इदानीं पञ्चमी समाप्तं षष्टि षष्टिविषये वदतु षष्टिविभक्तिः अस्ति तत्र स्थाने एव आदेशः भवति तदा आदेशः एव भवति षष्टिविभक्तिः अस्ति चेत् यतः स्थाने षष्टिविभक्तिस्थानं सूचयति ओके स्थानं सूचयति स्थानम् इत्युक्ते किं? स्थाने इत्युक्ते तत् स्वरा या वर्गस्य स्थाने अन्यवर्गः या स्वरः आगच्छति, निष्कासयित्वा निष्कासयित्वा शत्रुवत् आगच्छति. ओके, भागीरथी भवती किं वदति षष्टिविभक्तिविषये? भागीरथी अस्ति वा न? ओके, नास्ति. जया, कार्यस्य स्थानं निर्दिशति. कार्यस्य स्थानं निर्दिशति. ओके, कार्यं यत्र कर्तव्यं यत्र निर्दिशति षष्टि विभक्ति. ओके, अनुसूया. एतदेव महत्त्वपूर्णम्. आगमनं, आदेश, तत्सर्वं तु कार्याणि सन्ति. हा, परन्तु इत्युक्ते तत एव स्थानं सूचयति इति इत्युक्ते तत्सर्वम् उक्तवती, तद् नास्ति. कार्यं कार्यं यत्किमपि कार्यं कर्तव्यं तस्य स्थानं कुत्र अस्ति तत् निर्दिशति षष्टिविभक्ति. कृष्णमूर्तिमहोदय, स्थानं सूचयति इति वदनीयं खलु? हा, कार्यस्य स्थानं सूचयति. हा, केवलं स्थानं सूचयति इत्युक्ते न अपूर्णः, न सम्पूर्णं नास्ति. अपूर्णम् अपूर्णम् अस्ति महोदय. इदानीम् अवशिष्टमेकम् एकः अस्ति सप्तमी विभक्तिविषये, स्मरति? पूर्वकार्यं सूचयति महोदय सप्तमी विभक्तिः. पुनः वदतु, स्पष्टतया वदतु. हा, सप्तमी विभक्तिः पूर्वकार्यं सूचयति इत्युक्ते कार्यं पूर्वं पूर्वं कर्तुं वा परं कर्तुं वा? कस्य पूर्वं कार्यम्? ओके, पूर्णिमा, कृष्णमूर्तिमहोदय उक्तवान् पूर्वकार्यं सूचयति. ओके, इदानीं भवती किञ्चित् स्पष्टीकरणं करोतु, कस्य पूर्वम् इत्युक्ते. पूर्णिमा अस्ति वा? अस्ति. वदतु, सप्तमी विषये वदतु. सप्तमी विभक्ति तस्मात् पूर्वं यत् सप्तमी भवति विभक्तेः पूर्वं कार्यं भवति. ओके, सप्तमी विभक्ति किं निर्दिशति? विभक्ति निमित्तं निर्दिशति. निर्दिशति. ओके, अवगतं पूर्वं परं कथम् उपयोगं कर्तव्यं. पञ्चमी विभक्ति पूर्वनिमित्तं निर्दिशति, सप्तमी विभक्ति परनिमित्तं निर्दिशति. इत्युक्ते कार्यस्य आधारेण अहं वदामि. हा, अतः सप्तमी अत्र अस्ति, तस्य पूर्वं कार्यं भवति. पञ्चमी यत्र अस्ति तस्य परं कार्यं भवति. अवगतं पूर्वं परं कथम् उपयोगं कर्तुं शक्नुमः? हा, कृष्णमूर्ति, समस्या अस्ति? आं महोदय, सप्तमीभक्ति निमित्तस्य पूर्वमेव कार्यं करोति, पञ्चमीभक्ति निमित्तस्य परं कार्यं करोति. हा, कृष्णमूर्तिमहोदय, निमित्तस्य न, तदेव निमित्तं, तस्मात् पूर्वं तस्मात् परम्. सप्तमी विभक्ति एव निमित्तं, तस्मात् पूर्वं कार्यं भवति. पञ्चमी एव निमित्तं, तस्मात् परं कार्यं भवति. कृष्णमूर्तिमहोदय, स्पष्टम् अभवत्? आं महोदय. ओके, भवान् वदतु इदानीं पञ्चमी विषये, सप्तमी विषये. पञ्चमे विभक्ति परकार्यं सूचयति निमित्तं पूर्वम् आगच्छति निमित्तं कार्यस्य पूर्वं भवति ओके सप्तमी सप्तमी विभक्ति पूर्वकार्यं सूचयति पूर्वकार्यं निमित्तम् अनन्तरम् आगच्छति ओके निमित्तम् अस्ति तस्य पूर्वं कार्यं भवति पञ्चमी विभक्ति निमित्तम् अस्ति तस्य परं कार्यं भवति ओके इदानीं भवान् स्पष्टं कर्तुं शक्नोति तृतीयविभक्तिविषये तृतीया विभक्तिः संयोजनं सूचयति संयोजनम् इत्युक्ते स्पष्टं न अभवत् भवतः मनसि पूर्वं परम् उपयोगं कृत्वा वदतु पूर्वं निमित्तम् अस्ति चेत् तृतीया अस्ति चेत् सप्तमी विभक्तिः अस्ति न इदानीं तृतीया विभक्ति सप्तमी अस्ति चेत् निमित्तं परमस्ति कार्यं पूर्वमस्ति पञ्चमी अस्ति चेत् निमित्तं पूर्वमस्ति कार्यं परमस्ति इदानीं तृतीया अस्ति चेत् जनं सूचयति कमान् कमान् न स्टक् रूपल् वदतु तृतीया विषये रूपल् आम् आं महोदय तत् कार्यस्य निमित्तं सूचयति कार्यस्य निमित्तं सूचयति ओके पञ्चमी अपि निमित्तं सूचयति अपि निमित्तं सूचयति भिन्नता कुत्र अस्ति सर्वमङ्गला नमस्ते तृतीयविभक्ति संयोजनं निर्दिशति सर्वदा सर्वदा उक्तवान् ओके तृतीयविभक्तिः निमित्तं दट् इस् कार्यं तस्मात् निमित्तस्य पूर्वमपि भवति परम् अपि भवति परन्तु निर्दिष्टेन स्वरेण निर्दिष्टेन वर्णेन कार्यं भवति संयुक्तः भवति ओके किञ्चित् अधिकं स्पष्टम् अभवत् कार्यस्य स्थानं तु निर्दिष्टम् अस्ति निमित्तं कुत्र भवति यदा तृतीया विभक्ति अस्ति निमित्तं कुत्र भवति पूर्वमपि भवति संयोजनं परम् अपि भवति इत्युक्ते स्थानस्य पूर्वम् अथवा परं निमित्तं भवति ओके कृष्णमूर्तिमहोदय अवगतम् आं महोदय अतः एव पञ्चमी सप्तमी केवलम् एकस्य स्थानस्य निर्देशं ददाति परन्तु तृतीया पूर्वमपि परमपि द्वयोः स्थानं निर्दिशति ओके निमित्तस्य स्थानं हा मनसि स्थापयन्तु. इदानीम् अग्रे गच्छामः. यावत्पर्यन्तं स्पष्टम् अभवत् अग्रे अग्रे गच्छामः. महोदय महोदय, मम आशयः यदि तृतीया अस्ति न न यदि पञ्चमी अस्ति सप्तमी अस्ति च इट् गेट्स् रिप्लेस्ड् बै तृतीया. न न न न न एवं न एवं न बिकास् वन् इस् परं वन् इस् पूर्व इफ् ऐ हेव् बोथ् देन् ऐ केन् हेव् सप्तमी ऐ केन् हेव् तृतीया रैट्. ओ महोदय, सूत्रे केवलम् एकस्य विभक्तेः उल्लेखः भवति. ओके, अतः कन्फ्यूषन् न कर्तव्यं. पाणिनिमहोदय बहु स्पष्टतया वदति हा, पञ्चमी उपयोगं करोति अथवा सप्तमी अथवा तृतीया. ओके, एवमेव भवति. विभक्तित्रयम् एकस्मिन् सूत्रे न आगच्छति. भगिनी, केन् यु समरैस् आल् दीस् विभक्तिस्? ओके, प्रथमाविभक्ति उपयोगं भवति आदेशार्थम् आगमनम्. ऐ वाण्ट् टु से, ऐ वाण्ट् टु से. ओ ओके ओके ओके ओके, भवती एव वदतु. प्रथमाविभक्ति किं कार्यं भवति इति सूचयति, आदेशः वा आगमः वा नामकरणं वा इति. कस्मिन् स्थाने कुत्र कार्यं भवति इति षष्टिविभक्ति सूचयति. निमित्तं सूत्रे तृतीयाविभक्तिरूपं वा अथवा पञ्चमी विभक्ति अथवा सप्तमी विभक्ति भवितुम् अर्हति. तृतीयाविभक्ति अस्ति चेत् निमित्तात् पूर्वम् अथवा परं कार्यं भवति, स्थानं पूर्वं वा अथवा स्थानं स्थानस्य पूर्वं वा स्थानस्य अनन्तरं भवितुम् अण्ड पञ्चमी विभक्ति अस्ति चेत् सूत्रे पञ्चमी विभक्ति अस्ति चेत् कार्यस्य परं कार्यं भवि कार्यस्य कार्यं निमित्तस्य परं भवति. निमित्तस्य कार्यं निमित्तस्य परं कार्यं भवति. सप्तमी विभक्ति अस्ति चेत् निमित्तस्य पूर्वं कार्यं भवति. ओके, निमित्तस्य पूर्वं कार्यं सप्तमी निर्दिशति, निमित्तस्य परं कार्यं पञ्चमी. परं वा पूर्वं तत्तु तृतीया निर्दिशति. ओके, अवगतं सर्वे जनाः? एतत् सम्यक्तया मनसि स्थापयन्तु, कारणम् अग्रे अग्रे वयं सूत्राणि अपि पठिष्यामः. इदानीं वदतु. वाट् अनिल् महोदय सेड् आक्चुलि मेक् सेन्स् इन् सच् अ वे देट् वि सा वट् तृतीया, वि सा वट् पञ्चमी इस्, वि नो वट् सप्तमी इस्. तृतीया आक्चुलि डस् द रोल् आफ् सप्तमी एण्ड् पञ्चमी कम्बैन् टुगेदर् टुगेदर् रैट्. परन्तु पञ्चमी अण्ड् सप्तमी अण्ड् च तृतीया न तत्तु न ओके. इदानीम् अग्रे गच्छामः. एतत् वयं समापितवन्तः. व्याख्यानस्य आकृतिः ओके, कः वा का पठति एतत्, कस्याः पर्यायः इदानीं finish that if you say we give the anuvritti. We finished anuvritti. We finished udaharanam yam sandhi also. It is samaptam va? Haam. Akrati hi. Tatra aham api apanam gachhami. Rama vadati, Shama api vadati. न भगिनि न वा न मा अहं चिन्तयामि महोदय भवान् पठनम् आरम्भं करोतु व्याख्यानस्य आकृतिः पठितमस्ति चेत् झटिति गच्छति अस्ति वा जुगल्किशोर् महोदय आं महोदय आम् ओके वदतु व्याख्यानस्य आकृतिः यदा सूत्रस्य विवरणं दीयते अस्माकं विश्वसंस्कृतगवाक्षः इति जालस्थाने तदा व्याख्याने कश्चन क्रमो वर्तते स च कर्म सदा समानो भवति प्रथमबिन्दुः अस्ति सूत्रस्य अर्थः महोदय विश्वसंस्कृते संस्कृतगवाक्ष अस्माकं सैट् अस्ति तत्र सूत्रस्य विवरणं कर्म एही भाति भवति अत्र नीचे लिखितम् अस्ति प्रथमबिन्दुः अस्ति सूत्रस्यार्थः कोऽपि सूत्र भवति तत् प्रथम अर्थं लिखितम् अस्ति सूत्रस्य एकस्मिन् वाक्ये वाक्यद्वये वा सूत्रस्य प्रदर्शने एकः क्रमः अस्ति तदनुगुणमेव सर्वत्र तदेव पेटर्न् भवति ओके इदानीम् अग्रे पठतु प्रथमं किम् अस्ति हा क्रमाङ्क वन् अस्ति प्रथम अस्ति एकस्मिन् वाक्ये वाक्यद्वये वा सूत्रस्य अर्थक इति उक्तं सर्वप्रथम सूत्रस्य अर्थः लिखितम् अस्ति एकं वाक्यं भवतु अर्हति अथवा द्विवाक्ये पूर्णता सूत्रस्य अर्थं लिखितम् इति उक्तं तत्र द्वितीयबिन्दुः अस्ति मासानां विग्रहवाक्यं बहुषु सूत्रेषु मासा सन्ति अस्ति चेत् तां विवरणं दीयते सूत्रस्य मध्ये समासः अस्ति चेत् तत्र समासानां विग्रह अपि दीयते द्वितीयबिन्दुः अस्तु तत्परं तृतीयबिन्दुः अस्ति सूत्रे पदानां विभक्तया सूत्रे प्रत्येकं पदस्य विभक्तिः का इति उच्यते तत्परं सूत्रस्य पदानाम् अस्ति तत्र मद्विभक्ति लिखितम् अस्ति सूत्रस्य पदानां विभक्तिं किं किम् अस्ति तो तत्र अपि लिखितम् अस्ति ओके तस्य उपयोगं वा महत्त्वं किं हा सूत्रे पदानां विभक्तयः आवश्यकम् अस्ति कारणम् अधुना वयं पठितवन्तः किमत् प्रथमविभक्तिः अस्ति चेत् संज्ञा आदेश अतः अवगमनं भवति तत्परं पदस्य विभक्तिरूपस्य महत्त्वम् अस्ति ओके तदेव वयं पूर्वं पठितवन्तः सप्तमी अस्ति चेत् एतत् पञ्चमी अस्ति चेत् एतत् प्रथमा एतत् करोति षष्ठी एतत् करोति तत् सर्वं वयं दृष्टवन्तः अतः सूत्रस्य प्रतिपदस्य विभक्तिरूपस्य महत्त्वं दर्शयति ओके अनन्तरं परं चतुर्थबिन्दुः अस्ति सूत्रे अनुवृत्तिः आधिक्येन कानिचन पदानि पूर्वतनसूत्रेभ्य अपेक्षितानि सूत्रार्थस्य पूर्णार्थं पाणिनि सूत्रस्य लघुत्वम् इच्छति तदर्थं येषां सूत्राणां समानप्रकारकार्यं भवति तानि सूत्राणि अष्टाध्याय्याम् एकस्मिन् स्थले सङ्गृहीतानि भवन्ति. अनेन एकस्मिन् स्थले इत्युक्ते एकस्मिन् प्रकरणे प्रथमे सूत्रे किञ्चित् पदं किञ्चित् पदम् अस्ति, तत् पदं पुनः द्वितीयसूत्रे न दीयते. अस्माभिः मनसि तत् पदम् आनेतव्यं, यथा राम वदति अहम् आपणं गच्छामि, श्याम वदति अहमपि, वयं द्वयो सम्भाषणं श्रुत्वा अवगच्छामः यतः श्यामस्य आशयः किम्, अहम् अपि आपणं गच्छामि इति. यद्यपि श्याम केवलम् अहम् अपि इति य वदत्, तथापि वयं तस्य अर्थं पूर्याम मनसि. तादृशम् अर्थपूर्णं पाणिनिः इच्छति सूत्रविषये यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि तानि अस्माभिः आनेतव्यानि. अत्र अस्ति किम् इत्युक्ते पाणिनिमहोदय सूत्रम् अत्युक्ते लघु क्रेतुम् इच्छा अस्ति, यत् कर्तुम् इच्छा नास्ति. पदमपि गृहीतुं शक्नुमः. कारणं किं, पूर्वे पूर्वे लिखितमस्ति, पूर्वे सूत्रे लिखितमस्ति, तत् अनुवृत्ति कर्तुं शक्नुमः. अर्थं पूर्ण्य गृहीतम् तत्र मते अनुवृत्तिः अस्ति, अधिकारः अपि अस्ति. पूर्वं सूत्रे लिखितमस्ति, तत्र मध्ये गृहीत्वा मनसि चिन्तित्वा तत्परम् अनुवृत्ति कृत्वा वयं सूत्रस्य पूर्णं अर्थं ज्ञातव्यम्. ओके, उदाहरणमपि अस्ति, सम्यक् उदाहरणम् अस्ति. रामस्य अहम् आपणं गच्छामि, अहं वदामि अहमपि, तत्र अहमपि मत्ज सूत्रस्य मत्ज पूर्णे अर्थं न गृहीतव्यं. तो तत्र कारणं पूर्णस्य पूर्वं सूत्रस्य अपि मत्ज अध्ययनं कृत्वा दातुं शक्नुमः किं पदम् अनुवृत्ति भवति, याधिकारः अस्ति, तत्परं संयोज्य तत्पदम् अर्थं सम्यक् भवति. वाक्यं पूरयितुं शक्नुमः. वाक्यं पूर्णं भवति महोदय. अग्रे पञ्चमबिन्दु पञ्चमबिन्दु अस्ति सूत्रे अधिकारः. केश्चित् विशिष्टसूत्राणां पूर्णरीत्या अनुवृत्तिः भवति. बहुषु अग्रिमसूत्रेषु अधिकारसूत्रे यावन्ति पादानि सन्ति तानि सर्वाणि मिलित्वा अपरेषु सूत्रेषु अर्थपूर्णार्थम् उपविशन्ति. अर्थस्य पूर्णार्थं किञ्चन अधिकारसूत्रम् अपेक्षते चेत् अत्र दीयते. अनुवृत्ति अस्ति द्वि त्रीणि चत्वारि सूत्रेण पर्यन्तं कार्यं करोति. भवनास् सूत्रम् अनुवृत्ति अस्ति चेत् अधिकार प्रयोगं कुर्मः. अधिकारमध्ये किं सर्वप्रथममस्ति, तस्य धातुः अस्ति, संहितायाम् अस्ति, तत्सर्वम् उदाहरणानि. अधिकारसूत्रम् अधिकारसूत्रविषये किञ्चित् अधिकम् अवगमनं भविष्यति यदा वयं सूत्रस्य पठनम् आरम्भं कुर्मः. ओके, इदानीं किञ्चित् कष्टं कदाचित् भविष्यति. ओके, अन्तिमबिन्दुः किम् अस्ति? अनुवृत्तिसहितसूत्रं सूत्रं सम्पूर्णरूपेण दीयते याः अनुवृत्तयः सन्ति अपि च यानि अधिकाशुद्धानि सन्ति तानि सूत्रे अन्तर्गतं कृत्वा वाक्यरीत्या सूत्रं लिख्यते अत्र मध्ये तत्परं पूर्णसूत्रेण अर्थं लिखितम् अस्ति अन्तो गत्वा अनुवृत्तिसहितं सूत्रं लिखितम् अस्ति अनुवृत्तिसहितं सम्पूर्णसूत्रं यत्किमपि मिस्सिङ्ग् अस्ति न तत्सर्वं तत्सर्वं योजयित्वा सम्पूर किं सम्पूर्णं कृत्वा दत्तमस्ति अनुवृत्तिसहितसूत्रं भाग्ये ओके अतः एवं षट् किं बिन्दवः सन्ति प्रथमं तु सूत्रं भवति तदनन्तरं सूत्रस्य अर्थं तदनन्तरं यदा किं कदा समासः अस्ति तस्य विषये किमपि अनन्तरं विभक्ति तदनन्तरम् अनुवृत्तिः अस्ति चेत् पूर्वस्य सूत्रस्य अनुवृत्ति ददाति अधिकारः अस्ति चेत् तदपि अस्ति सम्पूर्णसूत्रम् अन्तिमभागे अस्ति इत्युक्ते अधिकारः अनुवृत्तिः सर्वं योजयित्वा वयं पश्यामः अधिकारस्य विषये किञ्चित् वदतु भगिनि अधिकारविषये किं भवति किञ्चित् वदतु इति उक्तवती अहं किञ्चित् न अवगतम् न इदानीम् अधिकारविषये मा चिन्तयतु सूत्रम् आगच्छति चेत् तत् तस्मिन् समये अधिकारम् अधिकं स्पष्टं भविष्यति ओके महोदय अहम् एकं वाक्यं वक्तुम् इच्छामि वाक्यं सम्यक् वा न सम्यक् कृपया वदतु सर्वः सर्वे अधिकाराः अनुवृत्तिः सन्ति परन्तु सर्वे सर्वा अनुवृत्त्या अधिकाराः न सन्ति अधिकारः न सन्ति सम्यक् एव अधिकारः अनुवृत्ति एव अस्ति एव इत्युक्ते इट्स् गाट् अ स्पान् इतः तत्पर्यन्तं ततः पर्यन्तम् अधिकारस्य रेञ्ज् अस्ति ओके अनुवृत्ति पूर्वसूत्रम् ओके मी टु ओके अस्तु महोदय महोदय एक्साम्पल् अस्ति वन् रुपीस् नोट् किप्स् मध्ये 50 पैसा 25 पैसा आल्सो अनिल् अवगतम् अवगतं पैसा 25 पैसा इस् आल्सो ओके अतः 50 पैसा अधिकारसूत्रं 25 पैसे अनुवृत्तिसूत्रं बहु सम्यक् उदाहरणं I didn't get the example, sorry. But we have to collect all of them, not single one. One rupee there also, 50 paisa also, 25 paisa also. Then we will come to know what the total amount. Okay. Eka prashna asti. Tatra adhikara vishay adhikara sutram khalu, what reference? Sutram, adhikara sutram asti. अधिकारसूत्रम् इत्युक्ते तद् हेड्डिङ्ग् डैरेक्टर् सूत्रं स्वयं कार्यं क्रियते डैरेक्टर् अस्ति तस्य अनुवृत्तिः किं सम्बन्धमस्ति अहम् ऐ डोण्ट् अण्डर्स्टाण्ड् ओके यदा वयम् अधिकारसूत्रं पश्यामः तस्मिन् समये तस्य स्पष्टीकरणं सरलतया भविष्यति ओके they are two different things right अनुवृत्ति is a me too phenomena अधिकारसूत्रम् इत्युक्ते यत् सूत्रं स्वयं कार्यं न क्रियते तत् अधिकारसूत्रं स्वयं कार्यं न करोति अत्र स्थितमस्ति तस्य आधारेण अग्रे यत् सूत्रम् अस्ति तस्य कार्यं भवति ओन्लि कण्डिशन् दर्शयति ओहो सो देट्स् लैक् द मेन् हेडिङ्ग् आफ् अ सूत्रं खलु अधिकारसूत्रम् अधिकारसूत्रम् इस् आल्वेज् मत् इन्कम्प्लीट् इन् इट्सेल्फ् it's a main heading right a common rule regarding a common topic it's a common heading what does that have to do with anuvritti na na na tattu yojaniyam na sutre yojaniyam okay agre agre yada vayam sutram pashyamaha patramaha etade etad like this mr so and so is the father of the family x is the son of that father y is also son of that father So X, Y, Z, like that they will write. Son, son, son, like that. So father is Adhikara. Son is Anuvritti. And name is only, only one, they will repeat like that. So and so Mahesh is the son of so and so. So, so and so is Adhikara. Son is Anuvritti. And Mahesh or Ramesha, they are all Sutra, like that. ಹೌದಾ ದಟ್ ಇಸ್ ಆಲ್ಸೋ ನೋ ಮೇಡಮ್ ಬಗಿನಿ ಇಟ್ ಮೇ ಬಿ ಲೈಕ್ ದಟ್ ಕಿಮಪಿ ಸೂತ್ರೆ ಅನುಮಾನ ಅಸ್ತಿ ಕಾ ಕರಣೀಯಂ ಅಧಿಕಾರ ಸೂತ್ರಂ ಸೂಚಯತಿ ಕಿಂ ಕರಣೀಯಂ ಪ್ರಿಯಾ ಅಧಿಕಾರ ವಿಷಯ ಅಗ್ರೆ ವಯಂ ಪಶ್ಯಾಮಃ ಓಕೆ ಯದಾ ಆಗಚ್ಛತಿ ಇದಾನಿಂ ಭ್ರಮಃ ಮಾ ಕರೋತು ಹಾ father and son and other people and all chinta ma karotu adhikara sutra vishe vayam patishyamah agre okay vijaya heti rajan agre patati va udaharanam yan sandhi vishe asti vijaya na sita lakshmi उदाहरणं यन् सन्धिः यदि योगः अपि यदि इति पूर्वपदस्य इकारः अस्ति अपि इति अस्ति अत्र यद्यपि इकारस्य स्थाने यकारः भूत्वा यद्यपि इति भवति युको एनचि सूत्रं पठामि वा अग्रे पठतु इको एनचि इकः स्थाने यनादेशः भवति अचि परे संहितायां विषये इकः षष्ट्यन्तं यन् प्रथमान्तम् अचि सप्तम्यन्तं त्रिपदमिदं सूत्रं संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् इकः यन् अचि संहितायाम् अत्र इको यचि इति सूत्रं वदति इकः स्थाने यनादेशः भवति इति इ उ रु इल् अस्ति यन् य व र इल् अत्र क्रमेण यथास्थानं यथासङ्ख्यं तादृशम् अत्र ई स्थाने यकारः आगच्छति तादृशम् अत्र क्रमेण भवति अत्र इकः षष्ट्यन्तं भवति अनन्तरं यन् प्रथमान्तं भवति सो इकः इति स्थाने भवति यन् अत्र प्रथमान्तं भवति अतः तत्र आदेशः भवति अचि सप्तमी परे अस्ति चेत् एव एतत् कार्यं भवति एतत् संहितायाम् इति अधिकारे अस्ति अनुवृत्तिसहितसूत्रम् इकः यन् अचि संहितायाम् इति पूर्णविषयम् अस्ति ओके अग्रिमभागं पठतु अस्तु महोदय उपरितनव्याख्याने क्रमेण सूत्रार्थः अस्ति समासस्य अभावात् समासविवरणं नास्ति पदानां विभक्त्यः दत्ताः सूत्रे अनुवृत्तिः नास्ति अधिकारः अस्ति अनुवृत्तिसहितसूत्रम् अन्ते वर्तते अत्र अनुवृत्तिः नास्ति परन्तु अधिकारः अस्ति अतः अस्मिन् वाक्ये अधिकारः अपि अन्तर्गतः संहितायाम् इति अधिकारः अस्ति एतत् अन्तर्गतः इति भवति अत्र अग्रे पठतु स्पष्टीकरणं कृतम् आम् अस्तु महोदय यदि योगः अपि एकारस् इकारस्य स्थाने यनादेशः यद्यपि इति अन्तिमरूपं युष्मणमत्र अत्र इकारः इक् प्रत्यहारे अस्ति यकारः यन् प्रत्यहारे अस्ति सूत्रे इक् षष्टिविभक्ति अस्ति अतः तस्य स्थाने कार्यं भवति यन् प्रथमविभक्ति अस्ति अतः सः यकारः आदेशः रूपेण इकारस्य स्थाने आयाति अच् सप्तमी विभक्ति अस्ति अतः अपि शब्दस्य अकारात् पूर्वं कार्यं भवति पूर्वं कार्यं भवति कार्यं किम् ई स्थाने य आदेशः ई आदेशः भवति सूत्रार्थः अवगतः खलु इति तत्र ओके इदानीं द्वितीया कस्य आधारेण वयं पठामः पूर्वस्मिन् भागे वयं व्याख्यानस्य आकृतिः इति दृष्टवन्तः सूत्रस्य अर्थः प्रथमं सूत्रस्य अर्थः कुत्र दत्तम् अस्ति इको यणचि सूत्रमस्ति सूत्रस्य अर्थः कुत्र दत्तम् अस्ति कस्मिन् वाक्ये प्रथमवाक्ये एव अस्ति इकः स्थाने यनादेशः भवति अचि परे अस्ति चेत् एतत् कार्यं भवति इति अतः स्पष्टीकरणम् अत्र अस्ति ओके आम् महोदय तस्य सूत्रस्य अर्थः यदस्ति तत् प्रथमवाक्यं ददाति हा इकः स्थाने यण् आदेशः भवति अचि परे संहितायां विषये ओके द्वितीयबिन्दु किम् अस्ति समासानां विग्रहवाक्यम् ओके अस्मिन् सूत्रे ओके अस्मिन् सूत्रे इको यणचि समासः कुत्र अस्ति समासः अत्र दत्तम् अधः दत्तम् उपरितने व्याख्याने क्रमेण सूत्रार्थः अस्ति समासस्य अभावात् अत्र समासः नास्ति इति तत्र दत्तम् अतः समासविषये किमपि न उक्तम् यदा समासः अस्ति तदा समासविषये वदिष्यति परन्तु अस्मिन् सूत्रे इको यणचि अस्मिन् सूत्रे समासविषयं नास्ति अतः तस्य विषये किमपि न उक्तम् तृतीयबिन्दुः किम् अस्ति सूत्रे पदानां विभक्तयः ओके तत् कुत्र दत्तम् अस्ति वदतु वदतु त्रिपदम् इदं सूत्रम् ओके अतः क्रमेण वयं पश्यामः व्याख्यानस्य आकृतिविषये सूत्रे पदानां विभक्तयः इकः षष्टी जन् प्रथम अचि सप्तमी त्रिपदम् इदं सूत्रम् ओके सो प्रूफ् अस्ति न अत्र अनन्तरं सूत्रे अनुवृत्तिः ओके सूत्रे अनुवृत्तिः अत्र अनुवृत्तिविषये किम् अस्ति परन्तु संहितायां यत् पदम् अत्र स्वीकृतमस्ति तत् अनुवृत्ति डैरेक्ट् अनुवृत्ति नास्ति अधिकारः अस्ति ओके किमर्थं कारणं संहितायां पूर्वस्मिन् सूत्रे यत् लिखितमस्ति तद् न आगतं संहितायां बहुपूर्वम् आगतम् ओके अनुवृत्ति इत्युक्ते इमिडियेट्लि बिफोर् 76 अस्ति अत्र 6176 6175 6174 एवं क्रमेण आगच्छति अत्र संहितायां यत् सूत्रमस्ति तदस्ति 6171 ओके बहुपूर्वम् अस्ति अतः तदस्ति अधिकार ओके अत्र इकः यण् अचि तत्र अनुवृत्ति संहितायां यत् पदम् अस्ति तत् अधिकारम् अस्ति तस्य अधिकारः अस्ति परन्तु तदपि अनुवृत्तिरूपेण एव आगच्छति एकं मनसि स्थापयन्तु अधिकारः अपि अनुवृत्तिः एव परन्तु इमिडियेट्लि बिफोर् नास्ति. ओके प्रिया, अवगतम् इदानीम् अधिकारविषये? सम्यक्. यदा संहिता अस्ति तदा एव इकः स्थाने यण् आगन्तुं शक्नोति, अन्यथा न. ओके एतदस्ति अधिकारः. ओके संहितायाम् एतद् अधिकारः. संहितायाम् अधिकारः अस्ति. जुगल्किशोर् महोदय उक्तवान् न, अधिकारसूत्रं तु सम्पूर्णं नास्ति, केवलं मार्गदर्शनं ददाति, हा कण्डिशन् ददाति. ओके भगिनी, हौ डु वि नो दट् विच् वन् इस् द अधिकारसूत्रम्? ओ तत्र व्याख्याने तु दत्तमस्ति, हा समस्या नास्ति, अस्माकं कृते समस्या नास्ति. व्याख्यानं वयं पठामः चेत् हा तत्र सर्वं दत्तमस्ति. हा ओके अन्तिमभागः वक्तुम् इच्छामि अहम्. अत्र पाणिनिमहोदय मध्ये आशयः अस्ति पद् व्युत्पत्ति पद्निर्माणं तु अहं मन्यते यदि अपि यदि यदि पदमस्ति अपि अपि पदमस्ति उभयपि मिलित्वा यद्यपि भवति पदनिर्माणं नूतनपदं पदं निर्माणम् अभवत् यद्यपि सम्यक् वा? हा तत्र तु सन्धिकार्यं कृतम्. आं पद्विपत्ति अस्ति तु नूतनपदं मत् कि निर्माणं निर्माणम् अभवत् यद्यपि. यद्यपि नूतनपदस्य निर्माणम् अभवत्. किमर्थं? कारणं कण्डिशन् सेटिस्फैड् न. यदि अपि द्वयोः योजनेन यद्यपि भवति कदा? यदा संहिता अस्ति. यदि अपि द्वयोः मध्ये किमपि अन्यः नास्ति, अतः संहिता विषयं तु सेटिस्फैड्. ओके अतः एव संहितायाम् इति अधिकारम् अस्ति, तस्य अधिकारेण कार्यं वयं कर्तुं शक्नुमः. ओके सर्वे अवगतवन्तः? नूतनपदं निर्माणं भवति. ओके इदानीं विजया, अन्तिमभागम् अनुवृत्तिसहितसूत्रं कुत्र अस्ति? अनुवृत्तिसहितसूत्रम् अत्र पङ्क्तिः इको एनचि इति पङ्क्तिम् अस्ति खलु, अत्रैव अस्ति परिच्छेदः. अनुवृत्तिसहितसूत्रम् इकः यन् अचि संहितायाम् इति संहितायाम्. ओके अतः संहितायां यदस्ति तत् अनुवृत्तिः अपि अस्ति, अधिकारः अपि अस्ति. ओके आम् अवगतं सर्वे जनाः? आं महोदय. ओके अग्रे गच्छामः, किमपि प्रश्नः अस्ति वा? महोदय अस्माकं ग्रूपे एवं पाणिनी अष्टाध्यायी मध्ये किञ्चित् अपि परिवर्तनमस्ति किं सिरीज? किमस्ति परिवर्तनविषये? नहीं कारणमत्र लिखितम् अस्ति कि अस्माकं ग्रूपे ए भाति लिखितम् अस्ति षटबिन्दु सीरियल् वाय् अत्र लिखितम् अस्ति तु अष्टाध्यायी अपि सम्यक् सदृशं भवति अन्यथा परिवर्तनम् अस्ति? न अवगच्छामि, पुनः वदतु महोदय किञ्चित् स्पष्टतया. महोदय अस्माकम् अत्र ग्रूप् अस्ति, उपरि लिखितम् अस्ति, अहं विश्रमामि मतकि तत्र मत ग्रूपे लिखितमस्ति ये भाति मत सर्वाणि मत कि बिन्दु सन्ति पञ्चम षड्बिन्दु अस्ति तु ये उपरि उपरि के मत स्लैड् उपरि एतत् व्याख्यानस्य आकृतिः अत्र अत्र अत्र लिखितमस्ति विश्वसंस्कृतगवाक्ष जालस्थाने विश्वसंस्कृतगवाक्षजालस्थाने अस्माकं ग्रूप् अस्ति तत्र साहित्य अस्ति तत्र तु मते भाति अति प्रथमं भवति सूत्रस्य अर्थः तत्परं समासानां विग्रहवाक्यम् ए भाति मध्ये षट् बिन्दुपर्यन्तम् अनुमूर्ति सहि सूत्रं लिखितम् अस्ति मम प्रश्नः अस्ति किं मत्वा कि अष्टाध्यायी अपि मते सदृशं रूपं भवति अन्यथा किञ्चिदपि परिवर्तनम् अस्ति अष्टाध्यायी अत्र यदा वयं सूत्रपाठः इति क्लिक् कुर्मः तत्र एवमेव दत्तमस्ति परन्तु मम कृते तु कष्टमस्ति कारणम् अहं तु जियो यूस् करोमि जियो फैबर् देट् इस् वाट् इस् मै सर्विस् प्रोवैडर् अतः उद्घाटितं न भवति ओके सो कोऽपि अन्यः किञ्चित् साहाय्यं कर्तुं शक्नोति चेत् पश्यामः सः किम् उक्तवान् न अवगतं मम सर्विस् प्रोवैडर् जियो अस्ति अतः अहम् अष्टाध्यायी उद्घाटयितुं न शक्नोमि जया अन्यथा का अस्ति सरस्वती सरस्वती भगिनि ऐ केन् शो यु केन् शो ओके अहं को होस्ट् करिष्यामि तदा शेर् कर्तुं शक्नोति एकनिमिषं चेञ्ज् रोल् को होस्ट् ओके ओके सरस्वती इदानीं भवती उद्घाटयितुं शक्नोति उद्घाटयतु शेर् स्क्रीन् करोतु दृश्यते इदानीं सूत्रपाठ तत्र गच्छतु सूत्रपाठः उपरि उपरि धातुपाठे उपरि तदुपरि ओके तत्र वृद्धिरादेश इति दत्तमस्ति न प्रथमसूत्रं क्लिक् करोतु ओके इको यणचि फस्ट् वन् डजन्ट् म्याटर् पश्यतु पदच्छेदः ओके तदनन्तरम् अनुवृत्तिः अस्ति चेत् अनुवृत्तिः अधिकारः अस्ति चेत् अधिकारः अनुवृत्तिसहितसूत्रं सूत्रप्रकारः संज्ञासूत्रम् अस्ति वा तस्मिन् विषये वयम् अग्रे पठिष्यामः कति भेदाः सन्ति अनन्तरं सूत्रस्य अर्थः एवं दत्तम् अस्ति अनन्तरं व्याख्यानं सर्व सम्पूर्णव्याख्यानम् अस्ति ओके अवगतम् तत्र दत्वा किमपि सूत्रस्य क्रमाङ्कः अथवा पदं प्रथमतः नास्ति अत्र अत्र पदच्छेदः अस्ति परन्तु किम् अस्ति पदच्छेदः यद् दत्तमस्ति तत्र विभक्तिरूपमपि दत्तमस्ति ओके एतदस्ति किं अष्टाध्यायी डाट् काम् सैट् मध्ये कथं प्रदर्शितम् अस्ति अस्माकं कृते किम् उक्तमस्ति अस्माकं कृते वयम् अस्मिन् जालपुटे सूत्रस्य अर्थं प्रथमं पश्यामः तदनन्तरं समासः अस्ति चेत् समासविषये पश्यामः तदनन्तरमेव विभक्ति पदानां विभक्ति ओके अनन्तरम् अनुवृत्ति अस्ति चेत् अनुवृत्तिः अधिकारः अस्ति चेत् अधिकारः अनन्तरं सम्पूर्णसूत्रम् ओके किञ्चित् क्रमः भिन्नम् अस्ति ओके अष्टाध्यायी मध्ये क्रमः किञ्चित् भिन्नम् अस्ति अस्माकं जायमध्ये क्रमः किञ्चित् भिन्नम् अस्ति ओके अत्र सर्वप्रथमं सूत्रस्य अर्थं नास्ति समासानां विग्रह ओके उत्तराधिकारपि अस्ति उन्नति सूत्रमस्ति तत्र किमपि अनुवृत्ति नास्ति वा वृद्धिरादयः च किमपि अनुवृत्ति नास्ति न अनुवृत्ति नास्ति कारणं प्रथमसूत्रमस्ति तदेव भगिनी अत्र नास्ति तर्हि अत्र वृत्तिसहितसूत्रं तत्र आत् एच् वृद्धिः एवं लिखितमस्ति कारणम् एतत्तु प्रथमेव सूत्रं तत्र अनुवृत्तिः कथं भवेत् लिखितमस्ति अनुवृत्ति प्रथमसूत्र इति न दृष्टवती इको गुणवृद्धिः इको गुणवृद्धिः अत्र पदच्छेदं अनुवृत्ति हा वृद्धिः गुणः तत्सर्वम् अनुवृत्तिरूपेण आगतम् ओके तत्र अनुवृत्ति कदा भवति पूर्वं यत् किमपि उक्तमस्ति तस्य एव अनुवृत्तिः भवितुम् अर्हति न वृद्धिरादेश मध्ये पूर्वं तु किमपि नास्ति सूत्रमपि सम्पूर्णम् ओके ओके अग्रे गच्छामः स्टाप् शेर् स्टाप् शेर् इदानीं हा इदानीं कति भेदाः सन्ति सूत्रेषु हा तस्मिन् विषये अपि पठिष्यामः एतत्तु समाप्तम् उदाहरणं यान् सन्धिविषये इदानीं पाणिनीयसूत्राणि षड्विधानि ओके कस्याः पर्यायः भगिनी आर् यु शेरिङ्ग् युर् स्क्रीन् न दृश्यते न दृश्यते भगिनि न दृश्यते ओ हो मम तु ओके ओके ओके ओके अहं पुनः करिष्यामि हा ओके इदानीं दृश्यते इदानीं दृश्यते दृश्यते भगिनि ओके हा इदानीं कस्याः पर्यायः तदेव अहं अस्ति वा सीतालक्ष्मी आडियो प्राब्लम् प्लीज् सर्वमङ्गला हा पठतु पाणिनीयसूत्राणि षड्विधानि पाणिनीयसूत्राणि षड्विधानि संज्ञा च परिभाषा च विधिर्नियम एव च अतिदेशो अधिकारश्च षड्विधं सूत्रलक्षणम् संज्ञासूत्रम् अस्ति हा तत्कृते संज्ञासूत्रं येन नामकरणं क्रियते संज्ञासूत्रम् इति वदति नामकरणसूत्रम् उदाहरणं किं सुप्तिङ्गन्तं पदम् सुप्तिङ्गन्तं पदं स्पष्टीकरणम् इदानीं वयं न कुर्मः हा सुगन्तम् अस्ति तिङन्तम् अस्ति तस्य नाम अस्ति पदम् ओके ओके द्वितीयं परिभाषासूत्रं यत्र नियमः नास्ति एतादृशं सूत्रम् आगत्य नियमयति नियमयति स्थाने अन्तरतमः स्थानेन्तरतमः स्थानेन्तरतमः 1150 विभजनं कृत्वा पदच्छेदं कृत्वा स्थाने अन्तरतमः ओके ओके एतस्य अवगमनम् अनन्तरं भविष्यति किमर्थम् अहम् एवं वदामि कारणं सन्दर्भमस्ति तदा एव अवगमनं सम्यक् भविष्यति स्थानेन्तरतमः परिभाषासूत्रमस्ति ओके नियमः नास्ति कथं कदा कार्यं भवितुम् अर्हति तत् नियमं दर्शयति. ओके, यावत्पर्यन्तं इदानीं वक्तुं शक्नुमः, अनन्तरं पश्यामः. ओके, तृतीयं. तृतीयं विधिसूत्रं. येन कार्यं विधीयते इको एणचि. नियमसूत्रं. येन पूर्वात् विद्यमानः नियमः सीमितो भवेत् नियमसूत्रं वदति. रात्सस्य. रात्सस्य, रात्सस्य एतस्य बहु दीर्घ किं पश्यन्तु परिशिष्टं नियमसूत्रं रात्सस्य बहु दीर्घं स्पष्टीकरणं दत्तम् अस्ति. हा, इदानीं पठामः वा अनन्तरं पठामः? षड्विधम् अस्ति न, सर्वं दृष्ट्वा अनन्तरं पठामः. अतिदेशसूत्रं. येन कस्यचित् शब्दस्वरूपस्य स्वभावः परिवर्तेत सार्वधातुकमपित् इति सूत्रेण यः ङित् नास्ति सः ङिद्वत् स्यात्. एतत् सर्वं वयं पठामः, तस्मिन् भागे आगच्छामः, तदा वयं पठिष्यामः, तस्मिन् समये एव एतस्य अवगमनं भविष्यति. ओके, नित् किम् अस्ति, नित्वत् किम् अस्ति, एतत् सर्वं वयम् इदानीम् अस्मिन् स्तरे न जानीमः. अतः एतस्य स्पष्टीकरणम् अहं कर्तुं प्रयत्नं करोमि चेत् अपि अस्माकम् अवगमनं गच्छति कुत्रापि अन्यत्र. ओके, सिक्स्थ् वन् अधिकारसूत्रं. यस्य अनुवृत्तिः भवति बहुषु सूत्रेषु संहितायाम्. बहुषु सूत्रेषु यस्य अनुवृत्तिः वारं वारं वयं कुर्मः तदस्ति अधिकारसूत्रम्. ओके, संहितायाम्. इदानीम् एतत् किं समाप्तम्? पाणिनीयसूत्रं षड्विधानि, सूत्राणि षड्विधानि, तावदेव वयं पश्यामः. राक्षस्य एतस्य विवरणं पठितुम् इच्छति चेत् अग्रे पठन्तु. अहं चिन्तयामि एतस्य आवश्यकता अस्मिन् स्तरे नास्ति इति. ओके, किं वदन्ति सर्वे? हा, आल् आफ् यू अग्री? प्रथमनियमतः पश्यामि, कारणम् अन्नेसेसरि कन्फ्यूषन् भविष्यति एतस्य पठनेन. अतः अनन्तरं कदापि पुनः अत्र आगत्य पठिष्यामः. ओके, राक्षस्य सूत्रस्य किं स्पष्टीकरणं दत्तम् अस्ति, तस्य अस्माकं कृते तु आवश्यकता नास्ति अस्मिन् स्तरे. अतः वयम् अग्रे गच्छामः, हा, निमित्तं विषये पश्यामः. ओके, निमित्तम्. ओके, अन्यथा फर् नो रीज़न् एट् आल् विल् गेट् स्टक्. ओके, रूपल् निमित्तं विषये आरम्भं करोतु. आं महोदय, निमित्तं निमित्तम् इति विषये कश्चन विचारः. अनेन पाणिनीयसूत्रसन्दर्भे विभक्तीनाम् अर्थः पुनः इतोपि स्पष्टः स्यात्. यदा वदामः यत् सूत्रे किञ्चन पदं कश्चन वर्णः कश्चन प्रत्याहारः प्रथमः सप्तमीविभक्तौ अस्ति तदा पूर्वकार्यम् इति उच्यते. नाम यत् पदं सप्तमीविभक्तौ तत्परम् अनन्तरम् अस्ति, अपि च तत् कार्यस्य निमित्तम् निमित्तम् इत्युक्ते कारणः निमित्तस्य अभावे कार्यं न भविष्यति इकोयणजि षष्ठे अध्याये प्रथमे प्रकरणे सप्तसप्ततिः सूत्रम् सप्तमी षष्ठोऽध्यायस्य प्रथमपादस्य सप्तसप्ततितमसूत्रम् अचि सप्तमी विभक्तौ अच् वर्णः परं कार्यं पूर्वं कश्चन अच् वर्णः परं नास्ति चेत् कामा अस्ति अच् वर्णः परं कार्यं पूर्वं परं कार्यम् इति वदति चेत् परं कार्यम् इति आमाम् अच् वर्णः परं कार्यं पूर्वं वयम् अच् वर्णः भिन्नं भिन्नं कार्यं वर्णः परं कार्यं पूर्वम् इति वदति चेत् अर्थं भिन्नं भविष्यति ओके क्षम्यताम् अचवर्णः परं कार्यं पूर्वं भवति कश्चन अचवर्णः परं नास्ति चेत् कार्यं न भविष्यति ओके यदि अधिक अपि यद्यपि यदि अधिक अपि यद्यपि अत्र अपि इत्यस्य अकारः परं नास्ति चेत् इकारस्य स्थाने यकारः भविष्यति भविष्यति किं नैव अतः अकारः कार्यस्य निमित्तम् इति उच्यते कार्यात् परम् अचवर्णः नास्ति चेत् कार्य इकारस्य यकारः न भवति एव यदि अत्र केवलं यदि इति पदम् अस्ति चेत् इकारस्य यकारः इति कार्यं भवति वा न भवति किल निमित्तस्य अभावे यदि यथावत् तिष्ठति निमित्तस्य अभावे यदि यथावत् एव तिष्ठति अत्र किञ्चित् उल्टिगङ्गा स्पष्टमस्ति स्पष्टीकरणं किञ्चित् भिन्नरीत्या कृतमस्ति वदतु कथम् विपल् किम् अभवत् अवगमनम् अभवत् वा न सम्यक् अवगमनम् अस्ति महोदय अचि एकनिमिषम् एकनिमिषं महोदय किञ्चित् तिष्ठतु हा रूपल् प्रयत्नं करोतु स्क्रीन् गतम् अत्र अचवर्णः परमस्ति अचवर्णः इत्युक्ते अपि तत्र अ अस्ति अचवर्णः परमस्ति कार्यं पूर्वमस्ति यदि तत्र अचवर्णः नास्ति यदि तत्र अपि अचवर्णः नास्ति तत्र तर्हि कार्यं न भवितुम् अर्हति भवितुम् अर्हति ओके तदस्ति अन्यत् किमपि व्यञ्जनम् नास्ति तर्हि कार्यं न भविष्यति अत्र अपि इत्यस्य अकारः परं नास्ति चेत् इकारस्य स्थाने यकारः अपि न भविष्यति न भविष्यति न आगन्तुं शक्नोति परिवर्तितं न कर्तव्यम् ओके इदानीं यदि विषये अत्र कार्यं तु यन् अस्ति न महोदय एकनिमिषं हा महोदय तिष्ठतु किञ्चित् रूपल् स्पष्टीकरणं करोति तदनन्तरं भवान् आगच्छतु हा यदि विषये रूपल् यदि विषये केवलं यदि इति पदमस्ति चेत् केवलं यदि अनन्तरं कोऽपि अग्रे कोऽपि नास्ति तर्हि यदि एव तिष्ठति तत्र तस्य इकारस्य य एवं न भवति न भवति कारणं अग्रे अचवर्णानि परस्थानि नास्ति न ओके तर्हि निमित्तमपि नास्ति तर्हि तत्र कस्यतरि निमित्तस्य अभावे तत्र एव यदि एव तिष्ठति यथावत् एव तिष्ठति तत्र परिवर्तनं न भवति न भवति ओके कण्डिशन् कण्डिशन् यदि विषये इकारः भवितव्यम् अपि विषये अच्वर्णः भवितव्यम् यदि विषये इक् वर्णः भवितव्यम् अचि अच्वर्णः भवितव्यम् इत्युक्ते कार्यस्य स्थानं तु इक् वर्णस्य स्थानं तत्र इक् वर्णः भवितव्यम् एव अन्यथा कार्यं न भविष्यति तत् परं संहितायां हा इत्युक्ते इमिडियट्लि आफ्टर् यदा अच्वर्णः अस्ति तदा एव परिवर्तनं भवितुम् अर्हति ओके ओके अत्र भिन्नदृष्ट्या वयं दृष्टवन्तः निमित्तविषये ओके नास्ति चेत् पूर्वं वयं सर्वदा सर्वदा उक्तवन्तः अस्ति चेत् इदानीं नास्ति चेत् ओके ओके युगलकिशोर महोदय भवतः प्रश्नः महोदय एको यान अचि अस्ति निमित्तं अत्र अचि अस्ति तत् कारणमपि यान यान कार्यम् अभवत् सत्यं परन्तु इत् भवितव्यम् अच् भवितव्यं मध्ये तर्हि अत्र कार्यं भवति निमित्तं नास्ति चेत् निमित्तमभावे कार्यं न भवति कार्यं न भवति तदेव अत्र उक्तमस्ति कार्यस्य कारणम् इक् भवितव्यम् अच् भवितव्यं संहिता अपि भवितव्यं द्वयोः मध्ये ओके तदा एव यण् वर्णस्य ऐ मीन् यण् प्रत्याहारस्य ये ये वर्णाः सन्ति तेषाम् आगमनं भवितुम् अन्यथा न ओके सप्तमी विभक्ति यदस्ति तस्य निमित्तम् एवं स्पष्टीकरणं कृतम् अस्ति ओके इदानीं पञ्चमी विषये पश्यामः प्रिया श्रूयते वा श्रूयते इदानीं पञ्चमी विभक्तौ अस्ति अत्र खलु पञ्चमी विभक्तौ अस्ति तदा परकार्यम् इति उच्यते नाम यत् पदं पञ्चमी विभक्तौ तत् पूर्वमस्ति अपि च तत् कार्यस्य निमित्तं कारणं निमित्तस्य अभावे कार्यं न भविष्यति रसा उदाहरणार्थं रसाभ्यां नोणः समानपदे एकस्मिन् पदे पूर्वं रेफः अथवा षकारः अस्ति चेत् अपि च तस्मिन्नेव पदे परं नकारः अस्ति चेत् तर्हि नकारस्य स्थाने नकारादेशः भवति सः च षः च रषौ इतरेतर द्वन्द्वसमासः ताभ्यां रषाभ्यां रषाभ्यां पञ्चम्यन्तं न षष्ट्यन्तं नः प्रथमान्तम् राम राम योगम् इन रामेन्न रषाभ्यां नोणः समानपदे परिवर्तनं रामेण अत्र रामस्य रेफः पूर्वं नास्ति चेत् नकारस्य स्थाने नकारेशः भवति किं न भविष्यति किं न अतः सः रेफः कार्यस्य निमित्तम् कार्यात् पूर्वं रेफः षकारः च नास्ति चेत् कार्यं नकारस्य णकारपरिवर्तनं न भवति देव इन देवयोगम् इन देवेन अत्र देवः शब्दे रेफः नास्ति अस्यां दशायां अस्यां दशायां नकारस्य स्थाने नकारः भवति वा न भवति किल निमित्तस्य अभावे देवेन यथावदेव तिष्ठति अवगतम् अवगतम् अन्य एकं सूत्रं दत्तमस्ति तत्र अस्ति न एकनिमिषं वा अत्कुप्वाङ्गं व्यवायेपि इत्यनेन रेफ नकारयोः मध्ये स्वराः सन्ति चेदपि नत्वं भवति अत् प्रत्याहारे ये वर्णाः का कवर्गीयवर्णाः क्ववर्गीयवर्णाः आ इति उपसर्गः अनुस्वारः रेफः नकारयोः मध्ये एते सन्ति चेदपि नत्वं भवति ओके एतस्य आवश्यकता अस्मिन् स्तरे अधिकं नास्ति हा रसाभ्यां नो नः एतस्य अवगमनार्थं यत् दत्तमस्ति तत् पर्याप्तम् एतत्तु किञ्चित् एक्स्ट्रा दत्तमस्ति ओके अतः डोण्ट् गेट् लास्ट् इन् इट् ओके हा या युगलकिशोर् महोदय प्रश्नं किं महोदय पञ्चमविभक्ति सन्दर्भे लिखितम् अस्ति तत्र तदा पर कार्यम् इति उच्यते तत्परमस्ति नाम नाम यत् पदं पञ्चमविभक्ति नाम किम् अर्थम् अत्र पुनः वदतु अहं न अवगतवान् द्वितीयबिन्दु अस्ति पञ्चमविभक्तौ अस्ति दृश्यते वा तदा पर कार्यम् इति उच्यते समानपदे तत्र तु ऋषाभ्यां पञ्चमी विभक्ति अस्ति ओके न पूर्वमस्ति पञ्चमी विभक्तो अस्ति चेत् भगिनी प्रथमवाक्यं तत्र अस्ति खलु तदा परकार्यम् इति उच्यते तत् तत् तदनन्तरं नाम यत् पदं महोदय पृच्छति नाम तत्र नाम किं पदं पञ्चमी विभक्तौ तत् पूर्वम् अस्ति तत्र नाम इत्युक्ते ओके अत्र नाम यत् लिखितमस्ति अहं तस्य स्थाने इत्युक्ते यत् पदं पञ्चमी विभक्तौ अस्ति एवमपि लेखितुं शक्नोमि ओके अवगतं किम् अत्र नाम किम् नाम किम् नामस्य स्थाने इत्युक्ते स्थापयतु तदा अर्थं स्पष्टं भविष्यति इट् मीन्स् ओके इट् मीन्स् तदा परकार्यम् इति उच्यते देट् मीन्स् देट् इस् टु से यत् पदं पञ्चमी विभक्तौ संस्कृतमध्ये नाम यत् मतजके इट् मीन्स् इट् मीन्स् पदं पश्यन्ति अतः एव नाम तस्य स्थाने इत्युक्ते यत् पदं पञ्चमी विभक्तौ तत्पूर्वम् अस्ति एवमपि वक्तुं शक्नुमः ओके दट् नाम एक्स्प्लेन् वट् ऐ जस्ट् रेड् ऐ जस्ट् रेड् इट् ऐ सपोज़् टु एक्स्प्लेन् ऐ अण्डर्स्टुड् गो हेड् ओ ओके ओके सो रसाभ्यां नोणः समानपदे तत्र रसाभ्यां पञ्चमी विभक्ति नो षष्टि णः प्रथम तत्र नो तत्र तु सन्धिकार्यं कृतम् अस्ति सन्धिविच्छेदं कृत्वा नः नः नः नः तत्र षष्ठी नः तत्र षष्ठी विभक्ति णः प्रथमा विभक्ति तत्र स्थाने किं नो स्थाने खलु रसाभ्यां पञ्चमी विभक्ति पञ्चमी एक कण्डिशन् तत्र अस्ति समानपदे एव एकं पदे एव सेपरेट् पदस्य परिवर्तनं न कुर्मः समानपदे यदि रसाभ्याम् इस् इन् पञ्चमी विभक्ति यदि रसाभ्याम् इस् रसाभ्यां स्थाने पूर्वम् अस्ति कार्यस्य पूर्वम् अस्ति ओके तत् पूर्वनिमित्तं परकार्यं खलु कार्यस्य पूर्वम् अस्ति तत्र एतस्य अवगमनं कथं कर्तव्यं समानपदे एव यदि रसाभ्यां रसाभ्यां रेफः रेफः अस्ति रसि रेफः अथवा रेफः अथवा षकारः षकारः अस्ति चेत् समानपदे एव नकारस्य णकार परिवर्तनं भवति. यदि तत् निमित्तं नास्ति उदाहरणार्थं देवेन तत्र निमित्तं नास्ति रेफः नास्ति षकार एव नास्ति तत्र पवि नकार अस्ति परन्तु निमित्तेन अभावेन तत्र नकारस्य परिवर्तनं न भवति. ओके निमित्तं भवितव्यं तदा एव कार्यं भविष्यति. ओके नोणः अत्र किमस्ति रेफः भवितव्यम् अथवा षकारः भवितव्यं तदनन्तरं नकारः आगच्छति चेत् तदा एव परिवर्तनं भविष्यति अन्यथा परिवर्तनस्य कारणमेव नास्ति. यदा राम अधिकम् इन् अस्ति तत्र तु परिवर्तनस्य कारणमस्ति किमर्थं रेफः अस्ति अनन्तरं नकारः अस्ति अतः रामेण तस्य स्थाने रामेण इति भवति. परन्तु देव अधिकम् इन् तत्र तु रेफः अपि नास्ति नकारः अपि नास्ति अतः निमित्तस्य अभावः तदनन्तरं न आगच्छति तस्य परिवर्तनं न भवितुमेव अर्हति कारणं निमित्तमेव न दृश्यते. ओके अवगतम्. सो निमित्तं शुड् आक्चुलि बि नाट् कण्डिशन् इट् शुड् बि मेण्डेटोरि कण्डिशन् कम्पल्सरि कण्डिशन् केवलमपि किम् अवगन्तुं शक्नुमः मेण्डेटरि. महोदय एकः प्रश्नः अस्ति पृच्छामि वा? पृच्छतु महोदय. अभ्यां नोण समानपदे अस्ति अत्र अत्र दन्त नास्ति पूर्वं तत्परं मूर्धन् अस्ति बोधार्मत्यजकी विसर्ग अस्ति कथं जानामि कि प्रथम अस्ति या षष्ठी विभक्ति. अतः एव व्याख्यानं पठितव्यम्. ओके तृतीया चतुर्थी पञ्चमे सर्वं भ्यां भ्याम् आगच्छति अतः रसाभ्यां यदस्ति तत्तु तृतीया अपि जानामि पञ्चमी व्यक्ति अस्ति तत्र समस्या नास्ति. नोण अस्ति न विसर्ग अस्ति दन्त न विसर्ग अस्ति मुदन् अपि विसर्ग अस्ति तो भेदं कर्तुं न शक्नोमि प्रथमा अस्ति या षष्ठी अस्ति. एकं तु मनसि स्थापयतु नः णः अत्र वयं दृष्टवन्तः एकस्मिन् काले अत्र पश्यतु अह अह. ओके प्रथमा बहुवचनं द्वितीया बहुवचनं पञ्चमी एकवचनं षष्टि एकवचनं सर्वत्र अह आगच्छति अतः व्याख्यानस्य आवश्यकता अस्ति. ओके व्याख्याने किं दत्तमस्ति तत्र षष्ठी अस्ति मूर्धन्यन किमस्ति प्रथमान्तम् अस्ति. ओके अतः वयं तदेव स्वीकुर्मः अन्यथा अस्माकं कृते तु भ्रमः भविष्यति. ओके अतः एव अहम् एतत् सर्वं कृतवती पूर्वं सुऔजस् यदस्ति तस्य आधारेण अन्तिमरूपं किं भवति एतत् सर्वम् अन्तिमरूपाणि ओके स्पष्टम् इदानीं भगिनी एकः प्रश्नः अस्ति तत्र नः इति आदेशः वा आगमः वा हौ टु ऐडेण्टिफै आदेशः वा आगमः वा अत्र किम् उक्तम् अस्ति रसाभ्यां नो नः ओके एकस्मिन् पदे हा पूर्वं रेफः अथवा शकारः हा अस्ति चेत् अपि च तस्मिन्नेव पदे परं नकारः अस्ति चेत् तर्हि नकारस्य स्थाने नकारादेशः भवति स्पष्टीकरणं तु कृतम् अत्र ओन्लि वित् व्याख्यानं वि केन् गेट् वितौट् दट् ओन्लि फ्रम् द सूत्रम् इट् इस् नॉट् अत्र सूत्रस्य अर्थं दत्तम् अस्ति अर्थं दृष्ट्वा वयम् अवगन्तुं शक्नुमः भगिनी भागीरथी भगिनी मम म्यूट् सम्यक् फङ्क्षन् न कृतं भगिनी भगिनी त्रू औट् क्लास् म्यूट् मध्ये अहम् अभवत् भगिनी भगिनी एक संशय भगिनी निमित्तम् इट्सेल्फ् इस् mandatory is it not bagini nimittam itself mandatory samanyataya condition asti ha condition mandatory iti kriya uttavati that's what I am telling asking you nimittam itself nimittam should be nimittam mandatory otherwise it cannot be done so otherwise it cannot be done okay condition has to be satisfied anyata karyam na bhavishyati eva okay uttamam bhagini uttamam bhagini so it is basically a necessary condition yeah necessary condition mandatory condition yatkim api vadatu condition eva asti condition nasti che karyam na bhavitum arhati ha mahodaya ha sutre yatra shashti vibhakti asti तत्र तृतीया वा पञ्चमी वा सप्तमी विभक्त्या आगन्तव्यम् आवश्यकेन वा न न न न न न सूत्रं यदस्ति सूत्रे कानि पदानि सन्ति ओके अत्र रसाभ्यां नो नः समानपदे एवं सूत्रम् अस्ति अत्र रसाभ्याम् एकं पदं नो नः नो इत्युक्ते मम प्रश्न एतस्य सूत्रस्य सम्बन्धः नास्ति जनरल् जनरल् थिङ्ग् यदि सूत्रे यत्र षष्टिविभक्ति अस्ति तत्र तृतीया वा पञ्चमी वा सप्तमीविभक्त्या आगन्तव्यम् आवश्यकेन वा यदि यदि न आगन्तव्यं देन् निमित्तं न अस्ति ते बिकास् तृतीया पञ्चमी सप्तमी अस्ति निमित्तम् परन्तु सूत्रे यानि पदानि सन्ति षष्टिविभक्तिपदं यदस्ति तद् दर्शयति स्थानं तत् एकमेव भविष्यति तृतीया पञ्चमी सप्तमी तत्तु भिन्नं पदं भविष्यति न आमाम् So what I'm saying is I think that question is different but Anil Mahodaya that is only with Sandhi Sutram right the Sutram where there is a Sandhi there are so many other Sutrams right no see the point is Shashti Vibhakti means there is a Karyam correct but that is Sandhi Karyam right as for Sandhi Karyam but there might be a lot of other Sutrams that are not related to Sandhi they need not have Panchami following Shashti or saptami panchami preceding or saptami following shashti sarve sutreshu sandhi sutram na bhavati khalu na ekanisham asmin sandarbhe rasabhyam no nah samana pade asmin sutre sandhi karyam nasti okay nakarasya sthane nakarah agacchati etadeva atra suptigantam padam atra kinchidapi nasti khalu suptigantam padam परन्तु अनिल् महोदयस्य हिस् क्वश्चन् इस् डिफ्रेण्ट् हीस् आस्किङ्ग् एव्रि दिस् इस् वट् ऐ अण्डर्स्टाण्ड् आस्किङ्ग् एव्री टैम् देर् इस् अ वर्ड् विच् इस् षष्ठी विभक्ति केन् वी एक्स्पेक्ट् इट् इस् प्रिसीडेड् स्लाश् फालोड् बै पञ्चमी एण्ड् और् सप्तमी isn't that the question? Or tritiya. Or tritiya, yeah, or tritiya. So, identify a Shashti Vibhakti Padam, can we automatically expect to look for a Panchami slash Tritiya slash Saptami Vibhakti before or after respectively? Anil Mahoday, Nimittam Bhavet Yeva Iti. Now, if you take the Sutram, Suptingantam Padam, okay, Tatra Kevalam Prathamantam Asti, Shashti Nasti, Prathama, Tritiya Api Nasti, Panchami Nasti, Saptami Nasti. सम्यक् सम्यक् एव महोदय ऐ एम् टेलिङ्ग् इफ् यदि षष्टि अस्ति चेत् यदि नास्ति चेत् तत्तु कार्यं दर्शयति कस्मिन् सन्दर्भे किं कार्यं भवितुम् अर्हति तत्तु अन्यपदानि यानि सन्ति तेषाम् आधारेण कार्यं भविष्यति तत्र तु तृतीया पञ्चमी सप्तमी आगन्तुं शक्यते भगिनी आगन्तव्यमेव इति सः पृच्छति यत्र यत्र षष्ठी भवति तत्र तत्र तृतीया वा षष्ठी पञ्चमी वा सप्तमी वा भवेत् एव कार्यं दत्तं षष्टि यदस्ति तत् कार्यस्य स्थानं दर्शयति ओके कार्यं किं कर्तव्यम् अन्यानि पदानि वदन्ति ओके कार्यम् आदेश एव महोदय आदेशः आगमः वा नामकरणम् इति करणम् अस्ति चेत् तत्र तृतीया पञ्चमी सप्तमी तृतीया अवश्यं भवति कारणं किं स्थाने अस्ति तो स्थाने मत कार्यं भवति चेत् मत निमित्तम् आवश्यकम् अन्यथा कार्यं न भवति अनिल् विधिसूत्रम् अस्ति चेत् कार्यस्य स्थानं तु भविष्यति एव स्थाने भवति तत्र निमित्तं तु आवश्यकम् निमित्तम् नास्ति चेत् कार्यं न भवति स्थाना भवति चेत् फिल्लप् करणीयमेव नो वेकेन्सि न सूत्रं वट् इस् इट् पञ्चमी वा सप्तमी वा प्रथमा वा आवश्यकं अत्र पञ्चमी भक्ति अस्ति निमित्तम् अस्ति तत् कारणे नु न अभवत् परन्तु देट् इस् नाट् आल् द सूत्रम् एव्रि सूत्रं डस् नाट् हाव् टु हाव् सर्वाणि सूत्रं प्रचण्ड रूपेण कार्यं करोति तु महोदय तर्हि एव खलु every sutram does not have to have a shashti or a saptami or a tritiya right no shashti na bhavati to karyam na bhavati tatra mate sangya sutram bhavati vidhi sutram na karyam karoti tatra am am sarve sutram ka sutrani karyam eva na na nirdeshya paribhasha sutram bharta bhavatu saka arhati lekin vidhi sutra shashti karyam nirdishati kalo yatra shashti bhavati tatra karyam bhavet eva yatra shashti bhavati tatra tritiya panchami saptami prathami eka eka shashti agachat saptami va panchami va tritiya va prathama va eva avashyam अत्र उदाहरणमस्ति रामीन् त्वत्र मत कि रसाभ्यां नोन समानपदे सूत्रेण कार्यं पूर्ण नास्ति अट्कुप् वाङ् नुं व्यवाये अपि पठितुम् आवश्यकम् समाप्तं डिस्कशन् भगिनि महोदय भगिनी सो मेनि पीपल् आर् टाकिङ्ग् भागीरथि भवती वदतु. एन्लैटनिङ्ग् एव्रिबडि. वाक्यस्य मौनं तिष्ठतु इदानीं. भागीरथी वदतु. यत् पदस्य अथवा वाक्यस्य अर् पदस्य पदस्य अन्ते आर् पदस्य निमित्तं यत् निमित्तम् अस्ति तत् अनुसृत्य एव कार्यं भवितुम् अर्हति भवति. कार्यस्य निमित्तम् अभावः अस्ति चेत् न भवितुम् अर्हति. कार्यस्य निमित्तम् अस्ति चेत् एव भवितुम् अर्हति. देर् इस् नो क्वश्चन् अदर् क्वश्चन्. एकं तु पश्यन्तु सर्वे, हा, सूत्राणि षड्विधानि इति लिखितम् अस्ति. हा, केवलं सूत्रं यत्र अस्ति तत्र एव स्थानस्य उल्लेखः भवति. ओके ओके. अन्यत्र द्रष्टव्यम्. ओके, कारणं विधिसूत्रं कार्यं दर्शयति. ओके, अन्यसूत्राणि अन्यानि सूत्राणि यानि सन्ति तत्तु अन्य डैरेक्षन्स् ददाति. ओके, हा, सो सामान्यतया अहं वदामि विधिसूत्रं यत्र अस्ति तत्र स्थानं भवति, निमित्तानि अपि भवन्ति. ओके, सामान्यतया, हा, अनिल् समाधानम्. अहं चिन्तयिष्यामि महोदय. एकं प्रश्नमस्ति. एकनिमिषं. विधिसूत्रं यदस्ति तद् एव कार्यस्य दर्शनं करोति. ओके, विधिसूत्रम् इण्डिकेट् वाट् कार्यं हेस् टु बि डन्. ओके, यदा कार्यं कर्तव्यं तदा स्थानस्य आवश्यकता अस्ति. तत्र षष्टिविभक्ति आगच्छति. अनन्तरं निमित्तानि अपि सन्ति, अतः तृतीया अथवा पञ्चमी अथवा सप्तमी आगच्छति. ओके, अन्यत्र द्रष्टव्यं किम् अस्ति तत् इति. हा, ओके, अधिकारसूत्रं केवलम् अधिकारं दर्शयति. अनुवृत्ति इट् इस् जस्ट् फालोयिङ्ग् सम् पदं फ्रम् द प्रीवियस् सूत्रम्. इट् इस् टेकिङ्ग् टु कम्प्लीट् इट् सेल्फ्. ओके, विच् अदर्, हा, परिभाषासूत्रं यत्र अवगमनं सम्यक् नास्ति नियमं दर्शयति. ओके, नियमसूत्रं सीमा दर्शयति. यावत्पर्यन्तं तस्य किं लिमिटेशन्, अतिदेशसूत्रं किं शब्दस्वरूपस्य स्वभावः परिवर्तेत. अनन्तरम् अधिकारसूत्रं वयं दृष्टवन्तः. ओके, सो दीस् आर् अदर् टैप्स्. विधिसूत्रम् एव कार्यं करोति. ओके, परन्तु विधिसूत्राणि बहवः सन्ति. हा, तत्तु मनसि स्थापयन्तु. ओके, अनिल् पुनः यत्किमपि चिन्तनं कर्तव्यं करोतु, परन्तु दिस् इस् द मैक्स्. या, विधिसूत्रस्य किं कृते एव षष्टिविभक्ति आगच्छति. परन्तु विधिसूत्रे अन्यसूत्राणि तु मत् सर्वाणि मत् सहायकसूत्रम् अस्ति. सहायकानि. ओके, हा, अनि विधिसूत्र, हा, विधिसूत्रे एव सर्वत्र षष्टि न आगच्छति. सर्वत्र आगच्छति, कुत्र न आगच्छति? एक्साम्पल् अस्ति अत्र. न, सर्वत्र न आगच्छति. यत्र यत्र आगमनः अस्ति तत्र षष्टिः नास्ति. कुत्र अस्ति? स्थानं तु अस्ति न, वयं पश्यामः. डोण्ट् वरि. ओके, कारणं सूत्रं वयं न दृष्टवन्तः, न पठितवन्तः, केवलम् इको याणचि वयं दृष्टवन्तः. ओके, अग्रे आगच्छतु वयं न जानीमः. भगिनी केन आस्क्यू क्वश्चन्. So can I say all the Sandhi and Samas Sutras will fall under Vidhi Sutram? Yeah. Yes, right? Okay. Karyam Bhavati, na tatra? Karyam Bhavati. Karyam Bhavati. Karyam Bhavati che, Shashti Agachati, Simartham, Karanam, Kutri Karyam Bhavati, Tattavyam. Kashti to Avagamanam Avashyakam, na? Okay? एतस्य अनन्तरं किं यु आर् वाण्ट् टु डू सन्धिसूत्रं वट् करणम् अत्र निमित्तम् तदनन्तरम् इत्संज्ञाप्रकरणम् अनन्तरम् अन्यविषयः धातुगणाः सूत्रसहितदृष्टिः एवम् आगच्छति. एतत् स्क्रिप्ट् कृत्वा यदा वर्गस्य ध्वनिमुद्रणम् अरे कुत्रापि तु अस्ति सन्धिविषयं, तत्तु अहं दृष्ट्वा पश्य वदिष्यामि. परन्तु सन्धिविषयं प्रथमं कर्तव्यं वा धातुविषयं प्रथमं कर्तव्यं वा? कारणं अनन्तरं धातुविषयं करोतु भगिनि. भवती किं करोति वयं तत् पठामः. अत्र अहं किं क्रमेण अहं गच्छामि. क्रमेण गच्छतु भगिनि. गच्छामि किम् अस्ति पश्यतु. मेनु तु दत्तमस्ति. मेनु दत्तमस्ति. वयं किं किं पठितवन्तः? धातुगणपरिचय, तत्र धातुगणः, धातुगणपरिचयः, गुणः, धातुगणाभ्यासः, तत्सर्वं पूर सम्पूर्णं कृतवन्तः. इदानीं द्वितीय 02 तत्र माहेश्वरसूत्राणि, पाणिनीयसूत्रं कथं पठनीयम्, इदानीम् अद्य निमित्तम् इति आरम्भं कृतवन्तः. अनन्तरम् इत्संज्ञाविषयम् अस्ति. तदनन्तरं धातुगण धातुविषये एव अग्रे अग्रे वयं गच्छामः. यदा धातुविषये इदानीं न पठितुम् इच्छन्ति तदा सन्धिविषये अपि गन्तुं शक्नुमः. ओके ओके महोदय, प्रथमम् ऐ थिङ्क् वि शुड् कम्प्लीट् इट् संज्ञाप्रकरणं टिल् देट् देन् वि केन् डिसैड्. ओके ओके तस्मिन् समये वदन्तु. ओके ओके समापयामः. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः. पुनर्मिलामः. धन्यवादः. अद्य धन्यवादः. धन्यवादः.